सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः। धन्यवादः भगिनी, सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। वयं गीतासोपन प्रथमभागस्य अन्तिम अभ्यासः यः अस्ति तं कृत्वा अद्य द्वितीयभागस्य उद्घाटनं कुर्मः। अतः तत्र अन्तिम अभ्यासः कस्मिन् विषये अस्ति इत्युक्ते, तत्र कथा आसीत् खलु दशमः कः इति, अतः तत्र तस्मिन् विषये एव कथायाः विषये एव अभ्यासः अस्ति। किन्तु प्रायशः कथायाः पूर्णस्मरणम् आवश्यकं नास्ति इति मन्ये, पश्यामः। अस्तु, लक्ष्मी भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः भगिनी। श्रीप्रिया भगिनी नमस्कारः। नमस्ते महोदय। नमस्कारः भगिनी। अस्तु, अतः तत्र अन्तिम अभ्यासः गीतासोपने प्रथमभागे, तत्र वेदा भगिनी आरम्भं करोति वा तत्र? 194 मध्ये निर्देशानुसारं रूपाणि परिवर्त्य यथोदाहरणं लिखत। पदानि दत्तमस्ति, विभक्तिः तस्य विभक्ति प्रथमान्तरूपाणि एवं परिवर्तयत। प्रथमान्तरूपाणि रूपाणि परिवर्तयत्, तत्र प्रथमाविभक्तिरूपं दत्तमस्ति अपि तत्र परिवर्तनं कृत्वा अन्यत् रूपमपि दत्तमस्ति। उदाहरणमस्ति आचार्य सम्बोधन प्रथमा आचार्य, प्रथमान्तरूपाणि आचार्यः एव। षष्ठी विभक्ति एकवचनम् आचार्यस्य, परिवर्तने पश्चात् आचार्यस्य षष्ठी विभक्तिरूपं दत्तं। भवन्तः पदानि विभक्तिः प्रथमा प्रथमान्तरूपाणि भवन्तः, परिवर्तनं सप्तमी विभक्ति परिवर्तनं कुर्मः चेत् सप्तमी विभक्ति बहुवचनं परिवर्तनं कुर्मः चेत् भवत्सु इति रूपम् आयाति। समीचीनम्। अग्रे इदानीं मित्राणि, मित्राणि प्रथमा विभक्ति बहुवचनं, प्रथमान्तरूपाणि अस्ति मित्रम् एकवचनं, मित्रं मित्रे मित्राणि मित्रं। पञ्चमी विभक्ति पञ्चमी विभक्ति बहुवचने मित्रेभ्यः मित्रेभ्यः इति। समीचीनं भगिनि। हा अस्तु, मन्दमतीनां तदपि करोतु, मन्दमतीनाम् इति। मन्दमतीनां मन्दमतीनां षष्ठीविभक्ति विभक्ति अस्ति, मन्दमतिः प्रथमा विभक्ति, तृतीया विभक्ति बहुवचने रूपमस्ति मन्दमतिभिः, तृतीया विभक्ति बहुवचनं मन्दमतिभिः। हा मन्दमतिभिः, समीचीनं भगिनि। अस्तु, समीचीनम्। अस्तु, अग्रे पठामि वा? न न, अस्तु, तत्र प्रथमाविभक्तिरूपं किम् उक्तवती भगिनि? मन्दमतिः। हा, तत्र प्रायशः मन्दमती इति भवति इति मन्ये। ओ हा, किन्तु तत्र प्रायशः मन्दमतीन् इति अस्ति इति मन्ये भगिनि। ओ ओके, हलन्तपदम् अस्ति इदानीं तत्र द्वितीयभागे तत् सर्वम् आगच्छति। हा, अतः चिन्ता मास्तु महोदय। तत्र मन्दमतिः शब्दस्य एव एतादृशानि रूपाणि भवन्ति। मतिः शब्दः स्त्रीलिङ्गे अस्ति न? मतिः, हा, स्त्रीलिङ्गे अस्ति। मतीनां मतीनामेव एतत्तु पुल्लिङ्गपदमपि भवितुम् अर्हति भगिनि। अतः अतः तत्र तत्र हा मन्दमती बुद्धि, हा, तत्र मन्दमती इति स्त्रीलिङ्गे एव अस्ति इति भवत्याः चिन्तनं वा? अहं चिन्तयामि मतिः शब्दस्य षष्ठी विभक्ति अस्ति मतीनां, तदेव अहं चिन्तयामि मतिः इति प्रथम अस्तु एतत् स्वीकृत्य अस्तु भगिनि अस्तु तत्र महोदय मतिः इति तु स्त्रीलिङ्गे मन्दमति इति समस्तपदं भवति चेत् पुंलिङ्गे परिवर्तयति इति वक्तुमिच्छति वा भवान् हा किन्तु तत्र अहं चिन्तितवान् नकारान्तपदम् इति किन्तु प्रायशः यत् भवती उक्तवती तदेव समीचीनमस्ति तत्र प्रायशः लिङ्गभेद अपि भवति तत्र मन्दं तत्र समासं कृत्वा तत्र लिङ्गभेदं भेदः अपि भवति किन्तु इदानीं विषयान्तरं मास्तु तत्र मम प्रश्नः तु एतस्मिन् विषये एव आसीत् महोदय तत्र किमर्थं चेत् मतीनामिति पुंलिङ्गे अपि भवति किन्तु तत्र मतिः इत्यस्य मतीनाम् एव सत्यं सत्यं किन्तु तत्र मम मनसि किञ्चित् क्लेशः आसीत् किन्तु चिन्ता इदानीं चिन्ता नास्ति भगिनि अस्तु अतः तत्र मन्दमती इति अथवा मन्दमतिः द्वयमपि साधु अतः तत्र मन्द तत्र तृतीया बहुवचनं किम् आसीत् मन्दमतिभिः अस्तु तत् समीचीनमेव अस्तु अग्रे उषा भगिनि एतेषाम् इति अस्ति न महोदय कथायां तत्र तथापि एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति अतः एतेषाम् इति अस्ति चेत् तत्र पुंलिङ्ग अस्ति न महोदय एषः इति पदम् अस्ति चेत् तत्र रूपं किं भवति एषः अस्ति चेत् एतेषां षष्टिविभक्ति बहुवचने एतेषाम् इति एतस्य एतयोः येनयोः एतेषाम् इति महोदय स्त्रीलिङ्गे अस्ति चेत् एतासाम् एतासाम् इति अतः पुल्लिङ्गे एव अस्ति खलु अत्र अतः अस्तु चिन्तनं कुर्मः पुल्लिङ्ग अथवा स्त्रीलिङ्ग अस्ति चेत् अपि तृतीयविभक्ति पञ्च बहुवचनं मन्दमतिभिः एव अस्ति अतः तत्र क्लेशः नास्ति सत्यमेव तत्तु समीचीनमेव भगिनि तत्तु समीचीनमेव अतः तत्र तृतीयविभक्तिविषये कापि समस्या नास्ति अस्तु अग्रे विषये सप्तमी विभक्ति अस्ति प्रथमा विभक्ति अस्ति विषयः अत्र द्वितीया विभक्ति एकवचनम् इति लिखितम् अस्ति विषयम् इति द्वितीया विभक्ति अस्ति महोदय एकवचने समीचीनं भगिनि अस्तु अनन्तरं वयम् इति अहम् आवां वयम् अहं प्रथमा विभक्त्याम् अस्ति वयं बहुवचने अस्ति प्रथमा विभक्ति अस्ति अहम् अत्र चतुर्थी विभक्ति बहुवचनं लिखित् अस्मभ्यम् अथवा नः हा समीचीनं भगिनि अस्मभ्यम् अथवा नः इति समीचीनं भगिनि तत्र चतुर्थी विभक्ति एकवचने किं भवति मह्यं अथवा मे द्विवचने समीचीनं भगिनि अस्तु अस्तु तर्हि तत्र वयमपि कृतम् अस्तु अग्रे गीताञ्जलि भगिनि नमस्ते भविष्यसद भगिनि नमस्कारः भगिनि नमस्ते किं प्रचलति तत्र पेज् 195 गीतासोपने प्रथमभागे भगिनि अन्तिम अभ्यासः ओ अस्तु पश्यामि गीताञ्जलि भगिनि आम् महोदय एतं द्वितीयविभक्तिरूपं प्रथमा तु क्षम्यता महोदय प्रथमा तु एषः पुंलिङ्गं पदं षष्टिविभक्ति तु एतेषाम् एव एकवचनम् इति एकवचन तावदेव अस्तु समीचीनम् अग्रे मम इति मम मम इति तु षष्ठी विभक्ति एकवचन वचनरूपम् अहं प्रथमा अस्ति. सप्तमी विभक्ति मयि एकवचने मयि. मयि समीचीनं भगिनि. समीचीनम् अस्तु. अग्रे शुभदा भगिनि. महोदय, जनाः इति प्रथमपुरुष बहुवचने अस्ति. तस्य जनः इति प्रथमपुरुष एकवचनं. द्वितीया विभक्ति बहुवचने जनान् इति भवति. समीचीनं भगिनि. बुद्धिमत्ताम् इति बुद्धिमत् इति प्रातिपदिकमस्ति. बुद्धिमत्ताम् इति षष्ठी विभक्ति बहुवचने भवति. तत्र प्रायशः तत्र बुद्धिमत्ताम् इति स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्गे अस्ति वा? तत्र पश्यामः द्वितीया विभक्ति. संयुक्ताक्षरः अस्ति तेन कारणेन वा बुद्धिमत्ताम् इति तत्र बुद्धिमत्ताम् तत्र बुद्धिमत् इति बुद्धिमान् इति अथवा बुद्धिमती इति प्रायशः, किन्तु तत्र बुद्धिमत् इति तस्य भावः बुद्धिमत्ता इति. अतः तत्र स्त्रीलिङ्गे अस्ति. अतः बुद्धिमत्ता अपि तत्र वाक्यमपि किम् आसीत् तत्र बुद्धिमत्तां तत्र कुत्र अस्ति तत्र एषः तत्र कथा. एतत्तु द्वितीया विभक्ति एकवचने अस्ति न महोदय? तत्र गुरुः इति वदति प्रथमपुटस्य मध्ये एव. प्रथम तु तृतीया वदति, तदनन्तरं सर्वे वदति गच्छामः गच्छामः सज्जा भवन्ति तदनन्तरं. परन्तु भवतां बुद्धिमत्तां जानामि गन्तव्यं यतः अहं भवतां बुद्धिमतां जानामि इति. तत्र जानामि इति पदस्य क्रियापदस्य कर्मपदं बुद्धिमत्तां जानामि. समीचीनं, धन्यवादः भगिनि गीताञ्जलि भगिनि. बुद्धिमत्ताम्, अतः तत्र बुद्धिमत्ता स्त्रीलिङ्गे अस्ति. महोदय क्षम्यतां महोदय, किं भगिनि? भवतः भवतो भवतां भवत् शब्दस्य पुल्लिङ्गषष्टि बहुवचने एव भवताम् इति कुत्र भगिनि? समानवाक्ये तस्मिन्नेव वाक्ये गुरुः. ओहो, अहं भवतां भवतां तु षष्टि बहुवचनम्. अतः विशेषणरूपेण एव कार्यं कर् बुद्धिमत्ताम् इत्यस्य षष्टि बहुवचने एव विशेषणरूपेण कार्यं करोति खलु महोदय? न न न न, तत्र विशेषणं न भवति खलु भगिनि. तत्र भवतां बुद्धिमत्ताम् इति यदस्ति तत्र षष्ठी अस्ति खलु. अतः तत्र एतत् चिन्तयतु, तत्र भवत्याः गृहे इति, भवत्याः गृहे पुस्तकम् अस्ति. तत्र गृहे इति विभक्ति का? सप्तमी एकवचनं. किन्तु भवत्याः इति अस्ति, गृहस्य विषये एव भवत्या इति अस्ति, भवत्याः इति अस्ति खलु. किन्तु तत् षष्टि न भवति, षष्टि भवति किन्तु विशेषणं न भवति खलु भगिनि. तादृश अत्रापि तत्र कस्य बुद्धिमतां न तु कीदृशबुद्धिमतां. समीचीनं खलु? अतः बुद्धिमताम् एकवचने भवितुम् अर्हति, विभक्ति अपि अन्यत् भवितुं तत्र भवितुम् अर्हति. अतः तत्र भवताम् इति षष्टि बहुवचनं, किन्तु तत् विशेषणं न भवति बुद्धिमताम् इति पदस्य. प्रथमा विभक्ति तु बुद्धिमान् एव भवति किल? बुद्धि न न न, बुद्धिमत्ता इति अस्ति भगिनि. ओ अस्तु, तत्र बुद्धिमत् इति मतु तदनन्तरं भावप्रयोगः. तत्र कः प्रत्ययः इति न स्मरामि, किन्तु बुद्धिमत् बुद्धिमत्ता तत्र सुन्दरं सुन्दरता इति. न न, तृच् प्रायशः न, किन्तु तत्र अतः पदं तु तत्र बुद्धिमत्ता इति आकारान्त स्त्रीलिङ्गपदम्. अतः तत्र द्वितीयाविभक्ति एकवचने भवति, तस्य प्रथमाविभक्ति एकवचने बुद्धिमत्ता इति भवति, प्रथमाविभक्ति बहुवचने तु बुद्धिमत्ताः इति भवति. समीचीनं भगिनि, स्त्रीलिङ्गे अस्ति इति कृत्वा समीचीनं भगिनि. अस्तु अस्तु, इदानीं तत्र पतिकः क्षम्यताम्, प्रथमाविभक्ति बुद्धिमति न बुद्धिमति इति न, भिन्नमस्ति भगिनि, न बुद्धिमति इति भिन्नमस्ति भगिनि. बुद्धिमति अस्ति यस्यां बुद्धिः अस्ति सा बुद्धिमति, तत्तु समीचीनं. किन्तु अत्र बुद्धिमति इति आसीत् चेत् तत्र तत्र बुद्धिमति इति पदस्य तत्र विभक्तिरूपे बुद्धिमत्ताम् इति भवति, बुद्धिमन्तौ बुद्धिमत्यः, बुद्धिमति इति स्त्रीलिङ्गपदम्, बुद्धिमति इति स्त्रीलिङ्गपदम् अस्ति भगिनि. स्त्रीलिङ्गपदस्य बुद्धिमति न, बुद्धिमति इति पदस्य पद परिचयं करोतु. बुद्धिमति इति कीदृशपदम्? बुद्धिमति बुद्धिमन् न बुद्धिमति, समीचीनं, बुद्धिमति बुद्धिमत्यौ, बुद्धिमत्यौ बुद्धिमत्यः, समीचीनं भगिनि. हा, ईकारन्त स्त्रीलिङ्गपदम्, ईकारन्त स्त्रीलिङ्गपदं, किन्तु अत्र अन्यत् पदम् अस्ति तत्र बुद्धिमत्ता इति आकारन्त स्त्रीलिङ्गपदम्. अतः तत्र बुद्धिमत्ता इति बुद्धिमत् यस्मिन् बुद्धि अस्ति तत्र बुद्धिवा बुद्धि बुद्धिमान् अथवा बुद्धिमति अस्ति, किन्तु तत्र तस्य भावः इदानीं स्वीकृतम् अस्ति अत्र मतुप् प्रत्यय, मतुप् इति तत् बुद्धि बुद्धि बुद्धिमत् इति तत्र मतुप्, किन्तु एतत् अन्यत् प्रत्यय अन्य प्रत्ययः अस्ति, किन्तु तत्र बुद्धिमत् भिन्नं बुद्धिमत्ता भिन्नं तावदेव. अत्र बुद्धिमत्ता इति अस्ति. अस्तु, अग्रे ललिता भगिनी भवती एव अग्रे वदतु. अग्रे तत्र किम् अस्ति प्रथमाविभक्ति किम् अस्ति बुद्धिमत्तां तस्य बुद्धिमत् बुद्धिमत्ता लता शब्दवत् बुद्धिमत्ता प्रथमावि अन् प्रथमाविभक्ति बहुवचन बुद्धि लता अस्ति चेत् बहुवचनं किं भवति ओ लता लते लताः सो बुद्धि बुद्धिमत्ता बुद्धिमत्ते अन् बुद्धिमत्ताः इति तावदेव भगिनि. किं भगिनि? बुद्धिमति इति तत् स्त्रीलिङ्गपदम् अस्ति भगिनि. तत्र बुद्धिमान् पुल्लिङ्गे मतु प्रत्ययस्य योजनेन स्त्रीलिङ्गे बुद्धिमति इति दीर्घ इ महोदय. हा, बुद्धिमति इति सत्यं भगिनि. नदीवत् नदीवत् सत्यं. बुद्धिमान् पुल्लिङ्गे बुद्धिमति स्त्रीलिङ्गे. धन्यवादः. अस्तु भगिनि. पतिकः एकवचनस्ति पतिन् पतिन् शब्द नकारन् शब्द अस्ति पतिकः अहं चिन्तयामि प्रायश न प्रायश पतिकः एव अस्ति प्रथमाविभक्तिरूपम् एव दत्तम् अस्ति प्रतिकः पतिकः कः अस्ति अन्ते अन्तिम तत्र पति कः अस्ति अतः पतिकं अग्रे गुरुः पतिन् शब्द पतिन् पतिन् भिन्नम् अस्ति पतिनि अत्र नास्ति भिन्नम् तदपि यः प्रवासे अस्ति सः पतिकः इति. अस्तु गुरुः गुरुः गुरुः एव प्रथमा विभक्ति, तृतीया विभक्ति एकवचनम् अस्ति गुरुणा. हा गुरुणा इति तृतीया विभक्ति एकवचनं. समीचीनं भगिनि. अस्तु अग्रे लक्ष्मी भगिनी. हा अस्तु महोदय. एतेषु एतेषु सप्तमी बहुवचनम् एते एतयोः एतेषु चतुर्थी चतुर्थी बहुवचनं एतेन एताभ्याम् एतैः न न एतेन इति एतेन इति तृतीया अस्ति तृतीया एतेन इति तृतीया तृतीया चतुर्थी चतुर्थी एतस्मै एतस्मै एताभ्याम् एतेभ्यः एतेभ्यः बहुवचनं चतुर्थी बहुवचनं. हा समीचीनम्. इदानीं भवतां भवतां भवतां षष्ठी बहुवचनं भवतः भवतोः भवतां पञ्चमी विभक्ति बहुवचनं भवतः भवतः भवद्भ्यां भवद्भ्यः भवद्भ्यः पञ्चमी बहुवचनं. हा भवद्भ्यः समीचीनं भगिनि. हा अस्तु अग्रे श्रीप्रिया भगिनि. विश्वासः प्रथमविभक्तिमस्ति षष्टिविभक्ति एकवचनं विश्वासस्य. हा विश्वासस्य समीचीनं. हा अग्रे गुरोः अस्ति पञ्चमी अपि अपि भवितुम् अर्हति षष्टि अपि भवितुम् अर्हति सप्तमी विभक्ति एकवचनं गुरौ गुरौ. तत्र गुरोः इति पञ्चमी षष्टि वचनं किम् एकवचने एकवचनं समीचीनं भगिनि. अस्तु अस्तु समीचीनं भगिनि. अस्तु अग्रे वंशीसद भगिनि आरम्भं करोति वा नूतन अभ्यासः तत्र. आं महोदय. निर्देशानुसारं यदोदाहरणं वाक्यानि परिवर्तयत. उदाहरणं दश शिष्याः प्रविशन्ति लोट् लकारे दश शिष्याः प्रविशन्तु अस्तु. सर्वे आगताः किं तत्र लट् लकारे परिवर्तनं करणीयं वा. अस्तु सर्वे आगताः सर्वे आगतवन्तः किं न लट् लकारे एव इति सर्वे आगच्छन्ति किं सर्वे आगच्छन्ति किं सर्वे आगच्छन्ति किं तावदेव समीचीनं भगिनि. अस्तु अग्रे वयम् इदानीं गच्छामः एकवचने अहम् इदानीं गच्छामि. हा अहम् इदानीम् इदानीं गच्छामि समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनि. आं महोदय. परन्तु अन्यदेकं कार्यं सूचयामि प्रथमपुरुषे परन्तु अन्यदेकं कार्यं सूचयति सूचयति समीचीनम्. अग्रे सायङ्काले प्रत्यागच्छन्तु लट्लकार इति लोट्लकारे सायङ्काले प्रत्यागच्छन्ति इति लट्लकारे लट्लकारे सूचयति तु अत्र प्रथम दत्तं कुत्र भगिनि. परन्तु अन्यदेकं कार्यं सूचयामि तदनन्तरं बहुवचनरूपं न न तत्र केवलं प्रथमपुरुषः इति तस्य तादृशरूपम् अपेक्षितमस्ति भगिनि प्रथमपुरुषरूपम् अपेक्षितमस्ति उत्तमपुरुषरूपवाक्यमस्ति. अस्तु अस्तु अवगतं. हा सूचयामि इति स्थाने तत्र प्रथमपुरुष क्रियापदम् अपेक्षितं तावदेव. धन्यवादः. हा अस्तु अग्रे उषा भगिनी पठति वा. आम् सायंकाले अग्रिमम् अन्वेषणं करोति मध्यमपुरुषे अन्वेषणं करोषि सज्जाः भवन्ति लट्लकार बहुवचनम् अस्ति लोट्लकारे सज्जाः भवन्तु. हा सज्जाः भवन्तु समीचीनं भगिनि. अस्तु अस्तु तर्हि अग्रे गीतांजलि भगिनि अग्रे नूतन अग्रिमाभ्यासः. आं महोदय. एतानि अव्ययपदानि उपयुज्य वाक्यानि रचयत अपि भवान् कुत्र गच्छति, अहम् अपि आगच्छामि. हा अस्तु, समीचीनं. तत्र अपि अस्ति चेत् तत्र वाक्यद्वयम् अपेक्षितं खलु, नो चेत्. अस्तु, अग्रिममपि. अद्य वयं वर्गे किं कुर्मः महोदय? अद्य वयं वर्गे किं कुर्मः, समीचीनं भगिनि. अस्तु, वेदा भगिनी अग्रे. तत्र अद्य इति एव स्वीकृत्य अन्यत् वाक्यम् उक्त्वा आम् इति अपि करोतु भगिनि. अहमपि विद्यार्थी अस्ति, विद्यार्थिनी अस्मि, विद्यार्थिनी अस्मि, अहमपि विद्यार्थिनी अस्मि. परन्तु अस्तु, अद्य उपयुज्य अपि करोतु. अद्य बहु वृष्टिः अभवत् वा? आम्, अद्य ओ समीचीनं भगिनि. अस्तु, अद्य अपि अहं वयमपि उपयुज्य वाक्यं रचितवती, समीचीनं भगिनि. अस्तु, अहं जानामि परन्तु, अहं जानामि परन्तु न वदामि. अस्तु, समीचीनं भगिनि. अस्तु, धन्यवादः. अस्तु, अग्रे ललिता भगिनि. तत्र इति तत्र वदामि, वदामि. तत्र तत्र तत्र वृष्टिः अस्ति वा? तत्र वृष्टिः अस्ति वा? अस्तु, अग्रे. एव इति वृष्टिः अस्ति वा? अस्तु, एव. सर्वे वृष्टिः, भवान् एव वदतु. अस्तु, भवान् एव वदतु. तत्र निर्वाचनं कथम् अस्ति महोदय, तद् वदतु महोदय. निर्वाचकम् अत्र वा? आं महोदय, प्रचलन् अस्ति भगिनि. अनेकः चिन्तयन्ति समाप्तम् इति, किन्तु केचन जनाः चिन्तयन्ति भवान् एव वदन्ति स्म. सत्यं भगिनि, तत्र महोदय आं समाप्तः, परन्तु केचन जनाः न इति चिन्तयन्ति. सत्यं, किन्तु समाप्तः एव. भ्रान्तः सन्ति ते, भ्रान्ताः सन्ति, किं करणीयम्. अस्तु, अग्रे अग्रे श्रीप्रिया भगिनी, अग्रे. धन्यवादः, धन्यवादः भगिनि. इदानीं वयं संस्कृतं पठामः, समीचीनम्. अग्रे न अन्यत् किमपि न पठामः. अस्तु भगिनि, समीचीनम्. अस्तु, शुभदा भगिनी अग्रे. खलु एतस्य शब्दस्य विभक्ति भवती जानाति खलु? हा, समीचीनं. भवान् कुत्र गच्छति? हा, समीचीनम्. अस्तु, अस्तु, तर्हि तत्र इदानीं शोभा भगिनी अग्रे करोति वा? आम् महोदय, अग्रे अङ्कैः अङ्कैः सङ्ख्यां लिखत. तद् इदानीं तत्र वर्गे महोदय बालानां कृते. सत्यं, सत्यं. अस्तु भगिनि, अग्रे गच्छामः तर्हि. पाठात् त्वान्तानि लेबन्तानि च अव्ययानि चित्वा वाक्यानि रचयत. अस्तु, अत्र तत्र अस्तु, एतत् सर्वे कर्तुं शक्नुवन्ति. अतः तत्र त्वान्त ल्यबन्त अव्ययं चित्वा वाक्यरचनम्. अस्तु, कथां दृष्ट्वा करोमि वा न वा? करोतु भगिनि, करोतु. अस्तु, तत्र तत्र एकत्र मिलित्वा इति अस्ति, स्वस्य वाक्यं स्वस्य वाक्यं हा तत्र किन्तु कथायाः चित्वा स्वस्य वाक्यं रचनीयम् आम् तत्र एकम् अधुना पश्यामि मिलित्वा इति मिलित्वा अस्तु मिलित्वा स्वीकृत्य वाक्यं रचयति अस्तु आं महोदय अधुना वयं सर्वे मिलित्वा अध्ययनं कुर्वन्तः स्म स्म समीचीनं भगिनि कुर्वन्तः स्म कुर्वन् कुर्वन्तौ कुर्वन्तः तत्र कुर्वन्ति कुर्वन्त्यौ कुर्वन्त्यः कुर्वन्त्यः समीचीनं भगिनि अस्तु अस्तु भवती कुर्वती इति भवति न क्षम्यतां कुर्वती क्षम्यतां भगिनि धन्यवादः प्रायशः कुर्वती इति अस्ति नकारः न भवति कुर्वती ओ अस्तु वा कुर्वती कुर्वत्यौ कुर्वत्यः धन्यवादः भगिनि गणस्य विषये अस्ति किल तत्र भगिनि नकारः भ्वादिगणे भवति किन्तु परन्तु भवती शत्रुप्रत्यये उपयोगं कृतवती किल कुर्वन्ती अस्ति शत्रुप्रत्ययस्य नकारः केचन गणे भवति कुर्वन्ति तत्र तत्र यदि अकार तत् किञ्चित् विशेषकार्याणि सन्ति भगिनि तत्र कुर्वती एव भवति न तु कुर्वन्ति एकवारं एकवारं पश्यामः अनन्तरं कुर्वती इति अहमपि चिन्तयामि अस्तु भगिनि तथैव अस्तु पुंलिङ्गे स्त्रीलिङ्गे तत्र पुंलिङ्गः डिफाल्ट् भवति किल वर्गस्य तत्र तु समीचीनः भवती उक्तवती तत् समीचीनमेव अहं केवलं तत्र अस्तु स्त्रीलिङ्गरूपमपि एकवारं वदामः इति आगच्छामि तत्र तत्र तत्र पाठः कः इत्युक्ते भगिनि यत् आवश्यकं तदेव वक्तव्यम् तद् किम् अस्ति महोदय इत्युक्ते भवती सम्यक् उक्तवती तदनन्तरम् अहम् उक्तवान् अस्तु स्त्रीलिङ्गमपि एकवारं वदामः इति अहम् उक्तवान् न सम्यक् एव महोदय अधुना अहं मम स्मरणे तिष्ठति कुर्वती इति अस्ति धन्यवादः सर्वान् करोतु भगिनि अन्यत् अन्यत् अपि करोतु तत्र कथान्तलेबन्त अपि अव्ययं पश्यति अस्मि महोदय तत्र लेबन्त कुत्र आगतः कथाम् उपविश्य वा अस्तु अहम् अधुना आसन्दे उपविश्य पाठं पठन्ती अस्मि अस्तु भगिनि समीचीनम् अस्तु तर्हि तदनन्तरम् अग्रे गीताञ्जलि भगिनि आं महोदय अव्ययानि वा महोदय अव्ययानि अथवा ल्यबन्तम् अथवा त्वान्तम् प्रायशः अव्ययानि अधिकानि सन्ति इति मन्ये अत्र प्रविश्य इति अपि अस्ति भगिनि प्रविश्य भवान् प्रविश्य भवान् प्रविश्य भोजनं करोतु अस्तु प्रविश्य अग्रे तत्र किम् अस्ति दृष्ट्वा इति अस्ति वा अस्तु भगिनी भवती एव करोतु दृष्ट्वा इति उन्मील्य अपि अस्ति महोदय अस्तु भगिनी यत्पदं तत्र पश्यन्ति तत्र तत्पदम् उपयुज्य वाक्यं करोतु अतः तत्र वेदा भगिनी अपि सुभदा भगिनी वाक्यं ओके दृष्ट्वा अहं पुस्तकं दृष्ट्वा अहं वदामि. यु फिनिश् इट्. चल शुभदा भगिनी, भवती किम् उन्मील्य इति खलु? उन्मील्य इति भक्तः नेत्रे उन्मील्य प्रसादं स्वीकरोति. हा समीचीनं समीचीनम् अस्तु. इदानीं बहु समीचीनम् अस्ति, अतः तत्र समापयामः तत् एतम् अभ्यासं, नो चेत् तत्र अस्तु तर्हि समीचीनं. उन्मील्य पदस्य किञ्चित् स्पष्टीकरणार्थं महोदय, तत्र तु नेत्रे एव तत्र एकम् अर्थः अस्ति, किमपि अर्थः अस्ति, अन्य अर्थः तु नास्ति न उन्मील्य. हा अहम् अहं नेत्रस्य विषये एव दृष्टवान् भगिनि, सत्यमेव. तत्र अन्यत् कोऽपि तत्र द्वारस्य उन्मील्य इति न भवति, सत्यमेव. महोदय नेत्रम् उन्मील्य वा नेत्रौ उन्मील्य वा? नेत्रे नेत्रे नेत्रम् इति नेत्रे एव, नेत्रे उन्मील्य इति एव. एकं नेत्रमपि उन्मील्य भवति. हा सत्यं सत्यं, किन्तु हा सत्यमेव, तदपि अस्ति तदपि अस्ति, किन्तु नेत्रं विहाय अन्यत्र उन्मील्य इति पदस्य प्रयोगः भवति वा इति, तत्तु समीचीनप्रश्नः अस्ति. तत्पुरुषस्य संस्कृते किम् उच्चारणं वदति? हिन्दी हिन्दी मे हिन्दी देशे काना काना no kana ityukte one eyed. Ah, so that's what I'm asking. Sanskrit me, what do you say for that? Kana eva iti. Kana eva, that is not unmilya, that is with some defect or something. No, that one eye open. Aha, tattu satyam bagiri, kintu tatra netram iti vishayam vihaya anyatra putrapi तत्र उन्मील्य इति पदस्य प्रयोगः भवति वा इति. तत्र अहं केवलं नेत्रस्य विषये एव नेत्रमेव उन्मील्य, अतः तत्र यद् भवती उक्तवती समीचीनमेव आसीत्, तत्र नेत्रे उन्मील्य इति. तत्र इति उपसर्ग योजयित्वा तत्र मील् इति धातु वा? आं भगिनि, तत्र उत् योगः मील् योगः हा उत् योगः मील् इति मीलुः उपसर्ग. अपि च तत्र महोदय उन्मीलितः इति पश्यन्ती अस्मि, तत्र उत् मील् का प्रत्यय, तत्र विकसितः इति अपि दत्तं महोदय शब्दकल्पद्रुमे. स्फुटितः अस्तु अस्तु, ब्लूम् इति तदपि अर्थः भवति. अस्तु किन्तु किं भगिनि, मील् धातु अर्थः किम् अष्टाध्यायी मध्ये? समीचीनम् अस्तु अस्तु तर्हि. ततः तत्र एतम् अभ्यासं कृतवन्तः, इदानीम् अन्तिम अभ्यासः अस्ति, तम् अपि कृत्वा अग्रे गच्छामः. तत्र का करोति वंशीसुधा भगिनी, करोति वा अग्रे? आम् महोदय. यदोदाहरणं क्रियापदं विभज्य वाक्यानि पुनः लिखत. उदाहरणं कार्यं सूचयामि, कार्यस्य सूचनां करोमि. अस्तु, वयम् इदानीं गच्छामः, वयम् इदानीं गच्छामः किं भवति तत्र? वयम् इदानीं तत्र गच्छति इति तत्र क्रियापदं भवति, तस्य द्वितीया विभक्ति कार्यस्य. हा कार्यस्य तत्र अत्र तु इदानीं गच्छामः तत्र तु कर्मपदं नास्ति, अतः ते केवलं गमनं कुर्मः इति ल्युडन्त भवति. किन्तु अत्र कर्मपदं नास्ति, अतः तत्र केवलं तदेव अस्ति. अस्तु अग्रे. गुरुः गणयति. गुरु तत्रापि कर्मपदं नास्ति. गणनं करोति वा? गणनं करोति. गणनां करोति. समीचीनं, धन्यवादः. हा, तत्र क्रियापदस्य विभज्य वाक्यानि पुनः लिखतु. तत्र विभजनं कुर्मश्चेत् तत्र करोति इति एव रूपं भवति. करोति, करोमि एव. गणनं किमर्थं न भवति? गणनां किमर्थं भवति महोदय? तत्र गणना इति अस्ति. गणनं किमर्थं न भवति? गणना इति अस्ति इति मन्ये. गणयति, तत्र चिरादिगणे धातुः अस्ति किल. गणना श्रीलिङ्गपदम्, अतः गणनां करोति. किमर्थं नास्ति इति प्रश्नः. सूचनां करोति, करोमि भवति किल, तत्र तत्र धातु तु गण इति एव भवति किल. तत्र गण योगः ऐ योगः इति चुरादिगणे धातु अस्ति इति अहं चिन्तयामि. अतः गण एव भवति वा गणना भवति वा? द्रष्टव्यमस्ति भगिनि, द्रष्टव्यमस्ति भगिनि. अस्तु, गणना महोदय. गणनं तु ल्युडन्तम् अत्र, गणनं तु ल्युडन्तमस्ति. गणनम् अस्ति वा? गणनम् इति ल्युडन्तम् अस्ति, अपि गणना इति स्त्रीलिङ्गे अस्ति महोदय. हा, अतः अत्र अत्र तु ल्युडन्तमेव अपेक्षितम् अस्ति. गणनम् इति समीचीनमेव महोदय. अतः गणनम् एव समीचीनम्. अस्तु अस्तु, धन्यवादः. किन्तु महोदय, गणना इति अस्ति चेत् तस्य द्वितीयविभक्ति गणनां भवति. किन्तु तत्र तत् सम्यक् नास्ति. अस्तु अस्तु. गणना अथवा गणनं तत्र रूपं तु तत्र द्वितीयविभक्तिरूपमेव भवति. करोमि इति कर्मपदं भवति अतः. किन्तु ल्युडन्तं गणनम् अस्ति चेत् तदेव समीचीनम् अस्ति अत्र. अस्तु, धन्यवादः. अस्तु अग्रे. समीचीनं तु महोदय. न, किन्तु ल्युडन्तं यत् अस्ति तत् प्रायशः तत्र करणीयम् अस्ति भगिनि. तत्तु तत् सत्यं, किन्तु संस्कृतभाषायां तु समानार्थकम् अस्ति. सत्यं सत्यं. तत्र महोदय, गणना इत्यस्य द्वितीयविभक्ति गणनां भवति चेदपि अर्थम् एकमेव अस्ति वा? तत्र गणनाम् इति. अस्तु, गणनां कुर्मः. गणयति इति अर्थः तावदेव. अस्तु, लक्ष्मी भगिनी अग्रे. अग्रिमे कार्यं परिशीलयामः. कार्यस्य परिशीलनं कुर्मः. वयं कार्यस्य परिशीलनं कुर्मः. समीचीनं भगिनि. अस्तु अग्रे. दशमम् अन्वेषयति. तत्र दशमम् इति पदस्य प्रथमतया तत्र अन्वेषयति इति, तत्र अन्वेषणं करोति. भविष्यत्कालः अन्वेष्यति. अन्वेषणं करिष्यति इति स्वीकुर्मः. इदानीं तत्र दशमम् इति अस्ति, तत्र दशमस्य अन्वेषणं करोति. सः दशमस्य अन्वेषणम् करोति. अस्तु, समीचीनम्. अस्तु, एकमेव अस्ति तदपि. निरूपकः निरूपकः नेपथ्ये कथयति. नेपथ्ये बिहैण्ड् कथनं करोति. निरूपकः नेपथ्ये कथनं करोति. कथनं करोति, तावदेव। अस्तु अस्तु, तर्हि सर्वेषाम् अभिनन्दनानि। गीतासोपनस्य प्रथमभागः पूर्णतया, तत्र प्रायशः पूर्णतया न, किन्तु तत्र यत् कर्तुं शक्नुमः तत् कृतवन्तः। इदानीं तत्र अग्रिम द्वितीयभागस्य उद्घाटनं कर्तुं शक्नुमः तर्हि। अस्तु, भवतः भवतः कृते अपि धन्यवादः। मम किमपि नास्ति भगिनि, भवन्तः सर्वे बहु किमपि तत्र किम् एतत् सुलभं नास्ति, तत्र समयस्य आवश्यकता अस्ति, अनेकानि आवश्यकानि सन्ति, नो चेत् वर्गम् आगन्तुं सुलभः नास्ति खलु। अस्तु तर्हि इदानीं तत्र द्वितीयभागस्य उद्घाटनं कुर्मः। तत्र प्रश्नः अस्ति वा? अस्तु तर्हि तत्र समीचीनमस्ति द्वितीयभागस्य उद्घाटनं। महोदय, वदतु भगिनि। तत्र उद्घाटनं कुर्वन्ती अस्मि द्वितीयपुस्तकस्य, तत्र अनुक्रमणिका इत्यस्मिन् तत्र गणना इत्यस्य प्रयोगः भवति शीर्षिके, महोदय, गणनां कुर्मः इति एव अस्ति। समीचीनम्, अस्तु अस्तु समीचीनं, गणनां कुर्मः, अस्तु समीचीनं भगिनि। अन्यत् एकः प्रयोगः अपि समीचीनं भगिनि। अतः तत्र यथा गीताञ्जलि भगिनी उक्तवती, गणनं करोति अथवा गणनां करोति, सम्यक् एव अस्ति। उत्तम उदाहरणं भगिनि, धन्यवादः। धन्यवादः। समीचीनं भगिनि, तत्र अहं दृष्टवान् अष्टम अध्यायः। न न, दशमः दशमः, गणनां कुर्मः, गणनां कुर्मः, दशमः। अस्तु समीचीनं भगिनि, अस्तु अस्तु तर्हि इदानीं तत्र नूतनभागस्य प्रथमविषयः अस्ति उपपदविभक्तयः इति। तत्र उपपदविभक्तयः इति तत्र किञ्चित् वक्तव्यमस्ति। तत्र उपपदविभक्तयः इति तत्र रामः ग्रामं गच्छति इति वाक्ये तत्र क्रियापदं किम् अस्ति? रामः ग्रामं गच्छति, गच्छति इति। अस्तु, तत्र रामः गच्छति इति अस्ति, तत्र रामः प्रथमविभक्तौ अस्ति, किमर्थम्? कः गच्छति? कर्तृपदम् अस्ति, रामः कर्ता अस्ति, क्रियापदस्य क्रियायाः कर्ता कः इत्युक्ते तत्र रामः इति कृत्वा तत्र रामः कर्ता अस्ति। तत्र ग्रामं गच्छति इति ग्रामम् इति किं भवति? द्वितीयविभक्ति, कर्मपदम् अस्ति, कर्मपदम् अस्ति। इदानीं तत्र रामः सीतायै मधुरं ददाति इति, तत्र मधुरं कर्मपदं, मधुरं कर्मपदं, कर्तृपदं रामः, सीतायै इति चतुर्थी विभक्ति। तत्र सर्वेषां पदानां तत्र अन्वयः अस्ति वा क्रियापदेन? सम्बन्धः अस्ति वा, सम्बन्धः अस्ति वा तत्र ददाति इति? मधुरं, मधुरम् इति पदस्य ददाति इति तत्र सम्बन्धः अस्ति वा? किं ददाति इति सम्बन्धः, किं ददाति इत्युक्ते मधुरं ददाति, कः ददाति इत्युक्ते रामः ददाति, कस्मै ददाति अथवा कस्यै ददाति इत्युक्ते सीतायै ददाति। अतः तत्र सर्वत्र किं भवति वाक्ये, वाक्ये तत्र प्रत्येकपदस्य सम्बन्धः तत्र क्रियापदेन भवति साधारणतया। तत् कारकविभक्ति, तत्र रूपम्, अत्र विभक्तेः रूपं, तत्र किमर्थं सीतायै चतुर्थी विभक्त्यन्तम् अस्ति इत्युक्ते तत्र क्रियापदेन सम्बन्धं, सम्बन्धः, यः सम्बन्धः अस्ति तं सम्बन्धं सूचितम् अत्र चतुर्थी विभक्तिरूपं स्वीकृतम् अस्ति। अतः तत्र क्रियापदस्य अपि एतस्य पदस्य द्वयोः मध्ये यः सम्बन्धः अस्ति इति दृष्ट्वा पदस्य विभक्ति का इति रूपं तत्र तादृशरूपं स्वीकृत्य वाक्ये स्थापयामः. अतः तत्र वाक्ये प्रत्येकपदस्य विभक्ति तस्य कार्यं किं वाक्ये पदस्य कार्यं किम् इति सूचयति खलु. सर्वदा क्रियायाः सम्बन्धः भवति पदस्य. किन्तु इदानीं यत् वयं पश्यामः तत्र उपपदविभक्तयः इति, तत्र किम् अस्ति, तत्र पदस्य विभक्तेः कारणं क्रियापदं नास्ति किन्तु अन्यत् कारणम् अस्ति उपपदविभक्तिः इति. अतः विभक्तेः कारणं द्वयमस्ति, एकम् अस्ति क्रियापदस्य सम्बन्धः, यत्र क्रियापदेन सम्बन्धः नास्ति तत्र उपपदविभक्तिः इति वदामः. प्रथममस्ति कारकविभक्तिः, द्वितीयमस्ति उपपदविभक्तिः इति. तत्र एतत् उदाहरणानि वयं दृष्टवन्तः एव. तत्र सः लक्ष्मणेन सह गच्छति, रामः लक्ष्मणेन सह वनं गच्छति इति. तत्र लक्ष्मणेन इति किमर्थं तृतीया इत्युक्ते, तत्र गच्छति इति पदस्य अन्वयः तत्र सम्बन्धः नास्ति, केवलं रामः गच्छति तत्र वनं, रामः गच्छति इति एव वाक्ये अस्ति. क्रियापदस्य अन्वयः रामः वनं गच्छति, किन्तु लक्ष्मणेन सह इति तत्र तृतीया किमर्थम् इत्युक्ते, तत्र सः इति पदम् अस्ति इति कृत्वा तृतीया इति. एतद् उदाहरणं दृष्टवन्तः. तादृशप्रयोगस्य विभक्तिरूप उपपदविभक्तिः इति विषयः इदानीं वयं पठामः. अस्तु, तर्हि तत्र प्रथमतया तत्र सम्भाषणम् अस्ति. एकः प्रश्नः महोदय, अत्र रामेण सह तु उपपदम् अस्ति न महोदय? सः संज्ञा एकम् अन्य संज्ञा अस्ति सः पदस्य इत्युक्ते उपपद. सत्यं भगिनि, सः एकम् उपपद अस्ति. उपपद अस्ति चेत् सर्वदा तत् पदम् उपपदम् एव स्वीकरोति वा न वा इति मम प्रश्नः महोदय. इत्युक्ते सः सर्वदा उपपदस्य कारणं करोति वा भाषा? करोति भगिनि इति पद वदामः, पश्यामः. करोति एव, सः अस्ति चेत् तत्र तस्य पूर्वं तृतीयविभक्त्यन्तं भवेत् इति. अपि च उपपद भिन्नभिन्न विभक्तिरूपम् अपि स्वीकरोति वा? अन्यथा अव्ययमेव अस्ति महोदय. न, तत्र कारणमिति किमर्थं तत्र सः इति, यथा सः इति अव्ययमस्ति तादृश इति पृच्छति वा? न, अत्र तु सः किमपि परिवर्तनं न, सः इति अव्ययम् अस्ति, सः इति अव्ययम् अस्ति, तादृश एव अन्यत्र अपि भगिनि. सत्यम्. अस्तु अस्तु, सर्वदा उपपदम् उपपदानि अव्ययानि इति मम चिन्तनम् अस्ति भगिनि. अस्तु महोदय, तदेव, धन्यवादः महोदय. किन्तु पश्यामः एतत् समीचीनं वा न इति पश्यामः. तत्र प्रायशः विशेषणरूपेण अपि भवितुम् अर्हति इति मन्ये तत्र. अस्तु, पश्यामः भगिनि, पश्यामः. किन्तु अव्ययानि अपि सन्ति, प्रायशः विशेषणमपि भवितुम् अर्हति इति मन्ये, पश्यामः. किन्तु प्रश्नः समीचीनः एव. अस्तु, तत्र कः अथवा का आरम्भम्? अत्र ललिता भगिनी आरम्भं करोति वा? आरम्भं करोमि. अत्र सम्भाषणम् अस्ति खलु, अतः तत्र रमेशः अस्ति, महेशः अस्ति. अस्तु, ललिता भगिनी भवति, रमेशः भवतु, तत्र महेशः कः भवति, तत्र उषा भगिनी करोति वा? आं महोदय. अस्तु, अस्तु, ललिता भगिनी आरम्भ. एतत् सम्भाषणम् उच्चैः पठत. भो, भवान् कुत्र गच्छति? देवालयं प्रति गच्छामि. भवता सह कः आगच्छति? मया सह मम पुत्रः आगच्छति. मया सह तु वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. मम पुत्रः मित्रैः विना कुत्रापि न गच्छति. भवान् इतः देवालयम् एव गच्छति किम्? न, अहम् आदौ देवालयं न गच्छामि, ततः पूर्वम् आपणं गच्छामि. अस्तु, आपणं गच्छामः. भवती एव तत्र चिन्मयः अपि वदतु भगिनि. मह्यं मधुरं क्रीणातु. वत्स, देवालयगमनसमये मधुरं मास्तु. मधुरम् आवश्यकमेव, रोदिति. पुत्रक रोदनेन अलं, देवदर्शनात् परं मधुरं स्वीकुर्मः. अस्तु, गच्छामः तावत्. अस्तु, समीचीनं, धन्यवादः. धन्यवादः. तर्हि तत्र किं किम् अस्ति इति इदानीं पश्यामः. तत्र भवान् कुत्र गच्छति? अस्तु, तत्र किमपि नास्ति. इदानीं देवालयं प्रति गच्छामि इति अस्ति. तत्र देवालयं गच्छामि इति नास्ति, देवालयं प्रति गच्छामि. तत्र प्रति इति स्थापनेन किं भवति? गोयिङ्ग् टुवर्ड्स् ओन्लि. हा, तत्र देवालयं प्रति, तस्मिन् तस्यां दिशि गच्छामि, देवालयं प्रति गच्छामि इति. अतः तत्र किं भवति, प्रति इति पदमस्ति, तत्र अहं गच्छामि, किन्तु देवालयम् इति तत्र गच्छामि इति क्रियापदस्य, तत्र देवालयम् अपि गच्छामि इति तयोः मध्ये कोऽपि सम्बन्धः नास्ति. तत्र देवालयम् इति पदस्य क्रियापदेन सम्बन्धः नास्ति इति कृत्वा तत्र प्रति इति अस्ति. प्रति इति पदम् अस्ति इति कृत्वा देवालयः इति स्थाने द्वितीयाविभक्तिरूपं भवति, तत्र देवालयम् इति. अतः तत्र अग्रे नियमाः, अग्रिमे पुटे दत्तानि नियमाः दत्ताः सन्ति, किन्तु तत्र प्रति अस्ति चेत् प्रतिपदस्य पूर्वपदं किं भवति, द्वितीयाविभक्तौ भवेत् इति नियमः अस्ति. प्रति इति पूर्वपदं देवालयम् इति अत्र अस्ति. देवालयम् इति द्वितीयविभक्ति रूपम् अस्ति, किन्तु तस्य कारणं कर्मपदम् इति न, अतः क्रियापदम् इति कारणं नास्ति, क्रियापदस्य सम्बन्धः कारणम् इति न वक्तुं शक्नुमः. प्रति इति पदं कारणमस्ति देवालय, देवालयम् इति शब्दस्य द्वितीयविभक्तिरूपस्य. अस्तु, अग्रे. क्षम्यतां महोदय, करपत्रम् अस्ति वा? करपत्रम् इत्युक्ते भगिनि? मम समीपे पुस्तकं नास्ति. भवत्याः समीपे पुस्तकं नास्ति, किन्तु तत्र अहं तत्र ईमेल् मध्ये प्रेषितवान्, दिस् फैल् मे बि यूस्फुल् इति. क्लिक् करोतु भगिनि. प्राप्तं वा? अहं पश्यामि. अस्तु भगिनि. महोदय, एकः प्रश्नः महोदय. अत्र देवालयं प्रति गच्छामि इति अस्ति, अपि च प्रतिदिनं पठामि प्रति अपि. तत् भिन्नम् अस्ति भगिनि, तत् भिन्नम् अस्ति. तत् प्रति इति तत्र अर्थभेदः अस्ति, अत्र प्रति इति भिन्नपदम् अस्ति. अस्तु महोदय, भिन्नप्रयोगः इति चिन्तयतु. महोदय, तत्र देवालयं गच्छामि अपि समीचीनं वाक्यम् अस्ति. तत्र तु गम् धातुः तु सकर्मक अस्ति, इत्युक्ते देवालयं कर्मपदम् अस्ति, देवालयं गच्छामि. अधुना देवालयं प्रति गच्छामि अस्ति चेत् प्रति कारणेन देवालयं कर्मपदं न इति वदामः महोदय. सत्यं भगिनि, सत्यमेव, सत्यमेव. अतः तत्र रूपसामान्यम् अस्ति, किन्तु कारणं समानं नास्ति. तत्र देवालयम् इति देवालयं गच्छामि तत्रापि द्वितीया विभक्ति, देवालयं प्रति गच्छामि तत्रापि द्वितीया, किन्तु प्रति इति कारणात् एतत् द्वितीयविभक्तिरूपम् अत्र अस्ति. तादृश एव अन्यानि उदाहरणानि अपि पश्यामः भगिनि. यथा तत्र सः अस्ति चेत् तत्र तृतीयविभक्तिरूपं भवति खलु, हा तादृशम् अत्र तादृश अत्रापि. समीचीनं वा भगिनि? धन्यवादः. अस्तु, इदानीं तत्र अग्रे तत्र एकम् वाक्यं स्वीकृत्य परिशीलयामः. तत्र अग्रे शुभदा भगिनि, अग्रे तत्र भवता सह इति अस्ति, तत्र वदतु, किञ्चित् वदतु भगिनि. आं महोदय, भवता सह कः आगच्छति? मया सह मम पुत्रः आगच्छति. हा, तत्र आगच्छति इति क्रियापदम्, आगच्छति इति क्रियापदं, भवता सह अस्ति इति कारणेन तत्र कर्तृपदं किमस्ति? कर्तृपदं किमस्ति? कः आगच्छति? कः आगच्छति? इदानीं तत्र भवता इति अस्ति, पदम् अस्ति, तत्र भवता आगच्छति इति किं कोऽपि प्रश्नः भवति वा? समीचीनं वा? तत्र अथवा भवान् आगच्छति, भवान् आगच्छति इति अपि तत्र भवति वा? न, तत्र भवान् अपि यः आगच्छति तयोः मध्ये तत्र साक्षात् सम्बन्धः नास्ति. किन्तु अत्र इदानीं भवता सह कः आगच्छति इति अस्ति, अतः तत्र सम्बन्धः कुत्र अस्ति? तत्र भवान् अपि कः, तयोः मध्ये सम्बन्धः खलु, न तु भवान् अपि आगच्छति इति. तत्र क्रियापदस्य साक्षात् सम्बन्धः, क्रियापदेन साक्षात् सम्बन्धः नास्ति, किन्तु कर्तृपदेन सम्बन्धः अस्ति. तत्र भवान् अपि कः इति, तत्र तयोः मध्ये सम्बन्धः अस्ति इति कृत्वा तत्र भवता सह इति. अतः तत्र सः अस्ति चेत् जानीमः तृतीया विभक्तिरूपं भवति. किन्तु तृतीया इति तत्र यदि तत्र वाक्ये तत्र माध्यमं भवति सन्तोषेण गायति, तत्र कीदृशं गायति अथवा तत्र सन्तोषेण, तत्र वयं जानीमः तत्र क्रियापदस्य अन्वयः भवति. अथवा हस्तेन खादामि अस्ति चेत् तत्र क्रिया, तत्र सम्बन्धः अस्ति खलु क्रियापदेन, हस्तेन खादामि इति अस्ति चेत्. किन्तु तादृशतृतीयविभक्तिरूपम् अत्र नास्ति खलु. तत्र भवता आगच्छति इति तत्र न वक्तुं शक्नुमः खलु. अत्र दूरस्थः सम्बन्धः अस्ति इति, हा साक्षात् सम्बन्धः नास्ति इति. तत्र यः सम्बन्धः अस्ति तत् अन्यपदेन सम्बन्धः रचितुं शक्नुमः, किन्तु साक्षात् सम्बन्धः पदस्य अपि क्रियापदस्य साक्षात् सम्बन्धः नास्ति. अतः तत्र तस्य विभक्तेः कारणं क्रियापदं नास्ति, न तु अन्यत् पदं यत् वाक्ये स्थापयामः तदस्ति उपपदम्. अतः उपपदकारणेन एतस्य पदस्य विभक्तिरूपम् एतद् भवति इति. अतः भवान् शब्दस्य तृतीया विभक्ति सः इति उपपदेन आगतम्. अग्रे, मया सह मम पुत्रः आगच्छति, तादृशमेव मया सह भवति. मया सह इत्यस्य सम्बन्धः आगच्छति इति क्रियापदस्य क्रियापदेन सह नास्ति. अतः पुत्रः आगच्छति, पुत्रः इति कर्तृपदं भवति, पुत्रः आगच्छति इति कर्तृपदं क्रियापदं भवति, परन्तु मया सह इत्यस्य सम्बन्धः पुत्रः इति कर्तृपदस्य अस्ति. अतः सः इति उपपदविभक्ति भवति, तस्य कारणेन अहम् इत्यस्य तृतीया विभक्ति भवति. सो मया सह, माया सह इति भवति. समीचीनं भगिनि, अस्तु. अग्रे श्रीप्रिया भगिनि. रमेशः मया सह तु वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. तत्र मम पुत्रः गोविन्दः अपि अस्ति इति स्वीकरोतु. भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. हा, तत्र अस्ति इति क्रियापदं स्वीकरोतु, सुलभं भवति भगिनि. हा, अस्ति. कः अस्ति? गोविन्दः. गोविन्दः अस्ति. गोविन्दः अस्ति. कः गोविन्दः? मम पुत्रः गोविन्दः अस्ति. मम पुत्रः गोविन्दः अस्ति. सः अपि अस्ति. इदानीं तत्र, इदानीं तत्र तस्य पूर्वं किम् अस्ति? इदानीं तस्मात् पूर्वं किम् अस्ति? भवतः वयसा भवतः पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. इदानीं सदृशः, सदृशः इत्युक्ते समानः. समानः. केन समानः? भवतः पुत्रेण समानः मम पुत्रः. पुत्रेण सदृशः मम पुत्रः गोविन्दः. हा, भवतः पुत्रेण सदृशः. तत्र सदृशः इति अस्ति, तुलना अस्ति, सामान्यम् अस्ति इति वक्तुम् इच्छामः. अतः सदृशः इति अस्ति. तत्र सदृशः अस्ति चेत् तत्र पुत्रेण सदृशः इति. अतः तत्र सदृशः अपि उपपदं भवति. तस्य पूर्वपदस्य विभक्ति एषा भवतु इति नियमः अस्ति इति कृत्वा तत्र तृतीया इति नियमः. अतः पुत्रेण सदृशः इति भवति. तत्र पुनः तत्र मम पुत्रः यथा आसीत् तथैव अत्रापि भवतः पुत्रेण सदृशः. इदानीं भवति तत्र कस्मिन् विषये अथवा कया सदृशः इति. महोदय, अत्र सदृशः इति पदं वयसा इति पदेन गच्छति वा? वयसा सदृशः. सत्यं सत्यं सत्यं सत्यं. तत्र वयसा, किन्तु तत्र वयसा भवतः पुत्रेण सदृशः. अतः तत्र तुलना कुत्र, कयोः मध्ये अस्ति अपि कस्मिन् विषये तुलना अस्ति? द्वयमपि अस्ति भगिनि. सत्यं खलु? तत्र हा, पुत्रद्वयम् अस्ति अपि सामान्यम् अस्ति इति वक्तुम् इच्छामः. कस्मिन् विषये सामान्यम् अस्ति इति तदपि वक्तुम् इच्छामः. सत्यं भगिनि. सः अपि अस्ति, अतः मया इति तृतीया विभक्ति. हा, इदानीं तत्र मया, तत्र तत्र यदि मध्ये केवलं तत्र मया सह इति इच्छामः, किन्तु तदनन्तरम् अन्यत् किमपि मा भवतु, केवलं गोविन्दः अपि अस्ति इति भवति चेत् वाक्यं किं भवति? मया सह गोविन्दः अस्ति, अथवा मया सह मम पुत्रः गोविन्दः अस्ति. हा, मया सह गोविन्दः अपि अस्ति. हा, किन्तु इदानीं तत्र मध्ये कीदृशः गोविन्दः अस्ति इति इत्युक्ते तत्र वयसा भवतः पुत्रेण सदृशः अस्ति. पुत्रेण सदृशः मम पुत्रः गोविन्दः अपि अस्ति. तु इति तत्तु तत्र प्रदर्शनार्थं तावदेव. पश्यतु, अथवा तत्र केचन समये तत्र भेदः अथवा तत्र कान्ट्रास्ट् इति किमपि कर्तुम् इच्छामश्चेत् अथवा अवधानं वक्तुम् इच्छामश्चेत् तु इति वदामः. किन्तु तत्र उपपदम् इति नास्ति अत्र. अत्र उपपदम् अस्ति केवलं सः अपि सदृशः तावदेव. सदृशः पुंलिङ्गे अस्ति, यदि पुत्री अस्ति चेत् पुत्र्या सदृशी अस्ति न महोदय? आगच्छति भगिनी, अग्रिमे पुटे अस्ति सदृशी इति. अतः तत्र विशेषणम् अस्ति चेत् तत्र अव्ययं न भवति. किन्तु विशेषणं नास्ति चेत् त्रिषु लिङ्गेषु भवति न महोदय? अत्र त्रिषु लिङ्गेषु भवति भगिनि. सत्यं सत्यं, सदृशः इति. हा, किन्तु तत्र सः, विना, प्रति, तत् तत्र तु अव्ययमेव अस्ति. विशेषणं केवलं तत्र विशेषणम् इति कृत्वा तत्र लिङ्गभेदः अस्ति. हा, किन्तु इत्युक्ते तृतीयविभक्त्याम् एव भवति वा महोदय? हा, सदृशः अस्ति चेत् तस्य पूर्वपदस्य विभक्तिः तृतीया इति. अस्तु महोदय, सत्यं भगिनि. हा, अतः तत्र पुत्रेण सदृशः इति, पुत्रेण सदृशः इति. तत्र अपि अत्र तत्र वयसा इति, तत्र सदृशः इति तत्रापि अस्ति, किन्तु तत्र मूलमस्ति पुत्रेण सदृशः. तत्र कयोः मध्ये सामान्यम् इति, तत्र एव तत्र तृतीया भवति. पश्यामः, यदि सदृशः अपि च वयसा विशेषणं विशेषम् अस्ति, यदि स्त्रीलिङ्गे अस्ति चेत् वयसी अस्ति. न न न, वयसा भिन्नम् अस्ति भगिनि. वयसा इति पुत्रेण इति कारणात् नास्ति भगिनि, विशेषणम् इति नास्ति तत्र. वयसा इति कीदृशपदमस्ति? वयस् वयः वयः इति वयः इति सकारान्तपदम् अस्ति भगिनि. पुंलिङ्ग अस्ति वा महोदय? न न, अहं चिन्तयामि वयस् वयस् इति लैक् मनस् मनस् हा इति हा सकारान्त नपुंसकलिङ्गपदम् इति. अतः तत्र विशेषणं न भवति भगिनि. अस्तु, नपुंसकलिङ्गपदम् अस्ति, सकारान्तपदं सकारान्तपदम्. अग्रे एतत् सर्वं हलन्तपदं पश्यामः. अस्तु महोदय, धन्यवादः महोदय. अस्तु भगिनि, अस्तु अग्रे तत्र अग्रे पठतु भगिनि, श्रीप्रिया भगिनि, अग्रिमवाक्यम्. महेशः, मम पुत्रः मित्रैः विना कुत्रापि न गच्छति. अत्र विना इति अस्ति, गच्छति इति साक्षात् क्रियापदम् अस्ति. तत्र कर्तृपदमस्ति मम पुत्रः. मम पुत्रः कुत्रापि न गच्छति, किन्तु इदानीं मित्रः मित्रैः इति अस्ति, किन्तु मित्राणि यानि सन्ति तत्र तेषां सम्बन्धः अस्ति वा तत्र गच्छति इति क्रियापद? नास्ति. अतः तत्र विना इति स्थापनेन एव तत्र सम्बन्धः कल्पितमस्ति. तत्र पुत्रः इति पुत्रः मित्रैः विना, तत्र मित्रः मित्रैः अथवा मित्राणि अपि पुत्रः, तयोः मध्ये सम्बन्धः अस्ति इति कृत्वा एतद् वाक्यं स्वीकृतम् अस्ति. अतः तत्र मित्रैः विना इति रूपं भवति. अग्रे भगिनि. रमेशः, भवान् इतः देवालयम् एव गच्छति किम्? हा, तत्र एव इति अस्ति, तावत् एव इति तस्य विषये वयं पूर्वमेव दृष्टवन्तः. अस्तु, अतः तत्र किमपि नास्ति. अस्तु भगिनि, धन्यवादः. अस्तु अग्रे, शोभा भगिनी अग्रे पठति वा? आं महोदय. न, अहम् आदौ देवालयं न गच्छामि, ततः पूर्वम् आपणं गच्छामि. तत्र तत्र द्वितीयपद वाक्ये उपपदं स्वीकृतं पूर्वम् इति. तत्र गच्छामि इति क्रियापदं, तत्र तु कः कः न गच्छामि इति अहम् इत्यस्य कर्तृपदं तु अहम् इति. आम्, तत्र सम्बन्धः अस्ति वा क्रियापदेन? तत्र कर्मपदं भवति, कर्मपदं भवति, समीचीनम्. अतः इदानीं ततः इति अस्ति, ततः इति तत्र तस्मात् इति खलु, ततः ततः पूर्वं, तस्मात् पूर्वम् आपणं गच्छामि. तत्र अहं ततः पूर्वम् आपणं गच्छामि इति, तत्र पूर्वम् इत्यस्य कोऽपि सम्बन्धः क्रियापदस्य विषये नास्ति इति. पूर्वम् अपि तत्र केवलं पूर्वं यदि नासीत् तत्र तस्मात् अस्ति चेत्, तस्मात् ततः अथवा ततः आपणं गच्छामि इति अस्ति चेत् तत्र ततः गच्छामि किं भवति? तत्र कोऽपि तत्र ततः गच्छामि, ततः कुत्र गच्छामि इति अहम् अवगच्छामि महोदय. तत्र पूर्वं नास्ति चेत् तत् वाक्यं न भवति, अर्थभेदः भवति. आम्, तत्र पूर्वम् इति यत् पदम् अस्ति तेन कारणेन एतत् पदं तत्र पञ्चमीभक्तिरूपं अस्ति तत्र ततः इति तस्मात् इति अर्थे पूर्वम् इति पदस्य कृते पञ्चमी एव भवति सत्यं सत्यम् अस्तु अतः तत्र सः अस्ति चेत् तृतीया विना अस्ति चेत् वयं जानीमः द्वितीया तृतीया पञ्चमी पूर्वम् अस्ति चेत् पञ्चमी प्रति अस्ति चेत् द्वितीया इदानीम् अन्यत् एकं पदम् अस्ति तत्र सदृशः अस्ति चेत् तृतीया अलम् अस्ति चेत् अपि तृतीया इति आम् अस्तु महोदय अस्तु अस्तु तर्हि तत्र अग्रिमे पुटे उदाहरणानि सन्ति किन्तु एकवारम् एतद् अस्तु शीघ्रतया पठित्वा अग्रे पश्यामः अस्तु तत्र वेदा भगिनी अग्रे पठति वा आम् महोदय रमेशः अस्तु आपणं गच्छामः हा अत्र आपणं क्रियकर्मपदम् आपणं गच्छामः चिन्मयः मह्यं मधुरं क्रीणातु हा मधुरं क्रीणातु तत्र एव मधुरं कर्मपदमस्ति मधुरं कर्मपदमस्ति मह्यम् इति किमर्थं चतुर्थी विभक्तिरूपम् अस्ति मह्यं मधुरं तत्र क्रियापदेन सम्बन्धः अस्ति वा मह्यम् आम् आम् कस्मै क्रीणातु इत्युक्ते मह्यं मधुरं क्रीणातु अतः सम्बन्धः अस्ति अस्तु अग्रे वत्स देवालये गमनसमये मधुरं मास्तु तत्र मास्तु मधुरम् इदानीं मास्तु मधुरं मास्तु देवालगमनसमये देवालयगमनसमये मधुरं मास्तु अग्रे तत्रैव उपपद कोऽपि किमपि नास्ति किमपि नास्ति मधुरम् आवश्यकमेव रोदितु आवश्यकमेव आवश्यकमेव इति सः रोदिति पुत्रक पुत्र इति अर्थः तावदेव पुत्रस्य सम्बोधनं पुत्रक वा न अन्यत् पदम् अस्ति पुत्र अपि भवति तत्र पुत्रकम् अति अन्यत् पदं पुत्रक इति पुत्रक रोदेन अलं रोदनेन रोदनेन अलं रोदनेन तृतीया विभक्ति अलं हा अलम् इति अस्ति चेत् रोदनेन इति तृतीया विभक्ति आयाति देवदर्शनात् परं मधुरं स्वीकुर्मः तत्र परम् उपयुज्य पञ्चमी विभक्ति पूर्वपदं पञ्चमी विभक्ति अस्ति इति इति नियमः भवति समीचीनं भवति मधुरं स्वीकुर्मः स्वीकुर्मः हा तत्र सम्बन्धः अस्ति किन्तु देवदर्शनम् अपि स्वीकुर्मः तयोः मध्ये सम्बन्धः नास्ति कोऽपि सम्बन्धः नास्ति खलु अतः तत्र स्वीकुर्मः देवदर्शनं तयोः मध्ये सम्बन्धः नास्ति किन्तु वरम् इति अस्ति तस्य स्थापनेन देवदर्शनात् इति रूपं विभक्तिरूपं भवति तत्र पञ्चमी विभक्ति रूपस्य कारणं क्रियापदं नास्ति किन्तु परम् इति पदम् अस्तु गच्छामः तावत् हा अस्तु इदानीं गच्छामः अस्तु समीचीनम् अस्तु अस्तु तर्हि इदानीं तत्र किञ्चित् क्लेशः मनसि अस्ति चेत् इदानीम् उदाहरणानि पश्यामः क्लेशः अपगच्छति इति मन्ये मह्यं मधुरं क्रीणातु अस्ति खलु महोदय मां मधुरं क्रीणातु अपि वक्तुं शक्नुमः वा तत्र न तत्र मह्यमेव भगिनि तत्र माम् इति भवति चेत् तत्र माम् इति कर्मपदं भवति खलु भगिनि कर्मपदं भवति यथा तत्र मां पुस्तकं ददातु इति न भवति खलु हा मह्यं पुस्तकं ददातु इति एव अतः तत्र मह्यं मधुरं महोदय क्रीणातु इति इत्यस्य अर्थः मह्यं मधुरं क्रीत्वा ददातु इति भवति वा ददातु तत्र मह्यं मधुरं क्रीणातु इत्युक्ते क्रीत्वा ददातु कस्मै दातुम् अथवा किमर्थं किमर्थं सत्यं भगिनि मह्यं दातुं मह्यं दातुं मधुरं क्रीणातु इति. सत्यं भगिनि. वदतु भगिनि. तत्र पुत्रकः इति अस्ति, पुत्रका इति पुत्री इति भवति वा? न न न, पुत्रका इति, पुत्रका इति प्रातिपदिकं तत् प्रायशः पुत्रकः इति किमपि अस्ति इति मन्ये भगिनि. तत्र केवलं अस्ति महोदय, पुत्रका इति भवितुम् अर्हति वा? पुत्र्या दत्तं महोदय, स्त्रीलिङ्गे इति दत्तं पुत्रका इति. पुत्रका सम्बोधनस्य पुत्रकः इति प्रथमविभक्ति, पुत्रका इति स्त्री इति दत्तं महोदय. धन्यवादः भगिनि. अस्तु, परन्तु पुत्रः तु विशेषशब्दः अस्ति महोदय. तत्र पुन्नाम नरकात् यत् त्रायते पुत्रायते पुत्रः इति वदति. इति वा भगिनि, पुनः वदतु. पुन्नाम नरकात् यत् त्रायते, यः त्रायते सः पुत्रः. पुत्री पुनः तदेव वाक्यं वदतु, किन्तु तत्र स्त्रीलिङ्गे द्वितीयभागं स्थापयतु. तावदेव. सा तु पुन्नाम नरकात् न त्रायति, तत्तु पुन्नाम इत्युक्ते किं भगिनि? वाट् इस् द फर्स्ट वर्ड? पुन्नाम नरकः इस् दट् आफ्टर् योर् यत् किं वदामि, after your death you go to hell. Punnama narakah ekah hell, ha, not hell actually, it's they save you from your hell. The punnama narakah, punnaya ekah is a gem or what? Punnama narakah, it's a sattu ekah yat ayanam asti maranat anantaram ayanam asti tatra narakam. तत्र प्रथमं तु पुन्नामनरकम् एव गच्छन्ति. आम् आम्, गरुडपुराणे अस्ति सर्वं. गरुडपुराणे अस्तु, किन्तु धन्यवादः भगिनी, अहं न ज्ञातवान् तत्र ज्ञातवती, परन्तु कुत्रापि पठितवती अधुना एव. अस्तु, धन्यवादः भगिनी, धन्यवादः भगिनी. पुन्नाम वा पुन्नात् वा? पुन्नाम नरक नरकात् पुन्नाम पुन्नाम इति एव चिन्तयामि एकवारं पश्यामि. सम्यक् अस्ति वा न जाने. पुन्नाम नरकात् इति अस्ति, अतः पूर्वं विशेषणं भवति वा इति अहं चिन्तयामि. न न नरकात् नरकात् सत्यं भगिनि. अस्तु तर्हि भगिनी एकवारं वदन्तु भगिनी, कृपया. सन्तोषजनकविषयः अस्ति. तत्तु पुत्रः पुकारः पू अपि च त्र अस्ति न भगिनि. पुन्नाम नरकात् यः त्रायते, त्र इति रक्षा करोति, पुत्र एव रक्षां करोति, पुत्री कापि न करोति, पुत्र एव कार्यं करोति, शेषक्रिया करोति. परन्तु अर्ह पुत्री अन्यस्य गृहे गच्छति किल, तत्र दुहिता इति वक्तुं शक्यते महोदय. तत्र अतः द्वयोः स्थाने हितं करोति दुहिता. अतः तस्य पदस्य अवतरणं तदेव भवति, दुहिता. द्वयोः स्थाने यत् हितं करोति दुहिता. समीचीनं भगिनि, बहु समीचीनं. संस्कृते तु पदानि बहु उत्तमानि सन्ति. अपत्य अपि तदेव भवति महोदय. यः पततात् रक्षति अपत्यः, पतनं न इच्छति अपत्यः इति. अपत्यं समीचीनं भगिनि, बहु समीचीनमस्ति. धन्यवादः. धन्यवादः. अस्तु तर्हि तत्र लास्ट् क्वश्चन्, अस्तु गच्छामः तावत् किमर्थं तावत् हेस् कम् दे तावत् किमपि विशिष्टम् अर्थम् अस्ति वा किमपि नास्ति तत्र तावत् अस्तु गच्छामः तत्र केवलं भजनार्थम् इति मन्ये भगिनि विशेष अर्थः नास्ति इति मन्ये भगिनि अस्तु महोदय किन्तु एकवारं पुनः दृष्ट्वा वदामि भगिनि किमर्थं तत्र तावत् इति अस्ति इति हा अस्तु तत्र अलम् इति हा अस्तु तत्र अस्तु किञ्चित् तत् दृष्ट्वा वदामि भगिनि हा सम्यक् प्रश्नः समीचीनम् एव अस्तु तर्हि समयः अपि जातः विरमाम तत्र तत्र हा ललिता भगिनी तत्र अन्ते प्रार्थनारूपेण वदति वा भगिनि मन्त्रम् ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनामधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः धन्यवादः धन्यवादः धन्यवादः धन्यवादः